नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आशीर्लिङ्ग् परस्मैपदे इति पाठः, तत्र किञ्चिदेव अवशिष्टः, तदपि अद्य समाप्य अग्रिमपाठं प्रति गच्छामः। आशिषि लिङ्ग् लोटौ इति सूत्रमासीत्, येन तत्र आशीर्वादार्थे धातुभ्यः लिङ् लोट्च लकारौ भवतः इति अर्थः। अप्राप्तस्य इष्टस्य प्राप्तुम् इच्छा इत्येव तस्य अर्थः। तत्र सूत्राणि तु परिचितानि, यात् यास्तां यासुः, याः यास्तं यास्त, यासं यास्व यास्म इत्येव तत्र तिङ् प्रत्ययाः। आर्धधातुकसंज्ञकः आशीर्वादार्थे यत् लिङ् तस्य स्थाने एव तिङ्, अतः आर्धधातुकसंज्ञकाः लिङ्गाशिषि इत्यनेन भवति। तत्र वयं तु चुरादिगणं पर्यन्तं दृष्टवन्तः। अस्मात् पठामः अद्य। तत्र प्रश्नाः किमपि आसन् वा महोदय? न भगिनि, किमपि अत्र तु पाठं सरलमेव। पठामः महोदय, भवानेव आरम्भ। चुरादिगणीयदातवः प्रेरणार्थे निजन्तदातवः च। चुरादिगणे निच्प्रत्ययः स्वार्थे विधीयते एव, यथा चूयोगनिच् तत्र गुणः भवति, चुर्योगनिच् इति अस्ति पुगन् रघुवतीचरेण चोर्, अनन्तरं निच् इत्यस्य इ चोरि इति, तदा सनाद्यन्तदातव इत्यनेन चोरि, क्षालि इत्यादीनाम् आतिदेशिकधातूनां धातुसंज्ञा भवति। चुर् इति कथम् इति भवति इति चुर् धातोः भुवादयः धातवः इत्यनेन चु इत्यस्य धातुसंज्ञा, सत्यापपाशरूपवीणा तूलश्लोकसेना लोम त्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् इत्यनेन चुरादिगणीयधातुभ्यः णिच् प्रत्ययः विधीयते। चुर्योग इ पुगन्तलघुपदस च इत्यनेन उपधायां लघु इकः गुणः आर्धात्मकप्रत्यये परे चोरि इति, तदा सनादत्यधातव इत्यनेन धातुसंज्ञा, चोरि इति आदिदेशिकधातुः इति स्पष्टमस्ति। अग्रे तथा च प्रेरणार्थे निचि अपि आदिदेशिकधातुः निष्पद्यते, यथा तत्र हेतुमति च इत्यनेन भवति प्रेरणार्थ तत्र निच् विधीयते। पट् पट् हेतुमति च इत्यनेन प्रेरणार्थे धातोः निच् प्रत्ययः भवति, पट् योग इ इति। इदानीम् अत उपादायाः इत्यनेन उपादायाम् अतः वृद्धिः निति निति प्रत्यये परे पाठि इति भवति। अत्र सत्यापपाशरूपवीणा तूरश्लोकसेना लोम त्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् तत्र सूत्रस्य किमपि नास्ति, एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच् प्रत्ययः विधीयते इति एतत् सूत्रं वदति। हेतुमति च अग्रिमसूत्रमस्ति, हेतुमति च इति सूत्रमस्ति। प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच् स्यात् इति, तत्र अत्र णिच् विधायकसूत्रमस्ति। क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकक्रियायाः हेतुः, तस्मिन् इति प्रयोजके हेतुः अस्ति, अतः सः हेतुमान् भवति, प्रयोजकः हेतुमान् अस्ति। अस्यां स्थितौ यत्र हेतुमान् प्रयोजकः अपि अस्ति, प्रेरितः प्रयोज्यः अपि अस्ति, तत्र धातोः णिच् प्रत्ययः विधीयते इति अस्ति। हेतुमति सप्तम्यन्तम् अव्ययपदं द्विपदविधं सूत्रमस्ति। सत्यापपाशरूपवीणातूलश्लोकसेना लोम त्वचवर्मवर्णचुरादिभ्यो चूर्णचुरादिभ्यो णिच् इत्यस्मात् णिच् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति। हेतुमति च धातोः णिच् प्रत्ययः परश्च इति। अग्रे सनादन्तदातवः वयं जानीमः, द्वादशप्रत्ययाः सन्ति, येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति। एते के इति इत्युक्ते सन्, क्यच्, काम्यच्, क्यष्, क्यङ्, क्विप्, निङ्, यङ्, णिच्, यक्, आय, यङ् इति। येषां प्रकृतिः क्वचित् धातुः क्वचित् प्रातिपदिकमस्ति, प्रातिपदिकेभ्यः भवति, अपि च धातुभ्यः अपि केचन विधीयन्ते, केचन उभयत्र भवति इति अस्ति सनदधातवः, वयं जानीमः अग्रे एतावत् यत् पठितं तदेव आर्धधातुक प्रक्रियायां समानरीत्या एव आगच्छति, तत्र रूपनिष्पादनपर्यन्तं तद् चोरी वा भवतु पाटी वा भवतु, अनन्तरं वयं तिङन्तं योजयामः, तत् साम्यम् अस्ति. तदेव गतपाठे अपि आसीत्, अस्मिन् पाठे अपि अस्ति, यङ्ग् लुक् पश्यामः तत्र कथं भेदः भवति वा इति पश्यामः, परन्तु यदा पेटर्न् पश्यामः तत्र यद् प्रेरणार्थः निच् वा स्वार्थे वा इति द्रष्टव्यं, सत्यापपाश वा हेतुमति च वा द्रष्टव्यम्, अनन्तरं हेतुमति च अस्ति चेत् तत्र नेरनिटि कथं तत्र अत उपदयः चोनिति तत्सर्वं कार्यं कृत्वा अनन्तरं नेरनिटि इत्यस्य प्रसक्तिः आर्धधातुकः इति कृत्वा तद् तादृशमेव तत्र अङ्गं पर्यन्तं समानम् अस्ति. अनन्तरम् आशीर्लिङ्ग् अस्ति, यात् योजयामः, अन्यत् किमपि अस्ति चेत् आर्धधातुकेषु तद् तिङन्तपदं योजयामः. तावदेव तद् पुनः पुनः वयं तदेव भागं स्वीकृत्य तत्र पूर्वस्मिन् पाठे अपि आसीत् अस्मिन् पाठे अपि. आं विजया भगिनी, प्रश्नः आसीत् वा? आम् महोदय, अत्र हेतुमान् प्रयोजकः एतत् समीचीनमेव, प्रेरितः प्रयोज्यः अपि अस्ति वा? प्रयोजकः अस्ति चेत् प्रयोज्यः इति अपि भवति किल? न महोदय, अत्र हेतुमान् प्रयोजकः यः अत्र कार्यं प्रेरितः खलु, अनन्तरं यः कार्यं करोति सः एव प्रयोज्यकर्ता खलु, प्रेरितः प्रयोज्यः, तदेव यः प्रेरितः भवति सः प्रयोज्यः. बालकः पठति अस्तु, तद् सामान्यवाक्यम्. इदानीं पित्रा एव किल, न पिता तृतीया न भवति किल, पिता बालकं पाठयति, कर्तरी एव अहं वदामि, कर्मणि न, पिता बालकं पाठयति, तत्र इदानीं बालकः प्रेरितः सः प्रयोज्यः, वाक्यं शुद्धं वा? यः प्रेरितः सः प्रयोज्यः. अस्तु महोदय, पिता इदानीं प्रयोजकः हेतुमान्, प्रेरितः प्रयोज्यः हेतुमान् प्रयोजकः. आं महोदय, धन्यवादः महोदय. धन्यवादः महोदय. अरुणा भगिनी अग्रे पठति वा? नमस्ते भगिनि. नमस्ते. तस्मात् अनन्तरं तद् महोदयेन पठितम्, एवञ्च चुरादौ प्रेरणार्थे कृत्रिमपरिच्छेदः एव. एवञ्च चुरादौ प्रेरणार्थे निचि च उभयत्र निजन्तः अतिदेशिकधातुः निष्पद्यते. चुरादौ स्वार्थे चोरी छाली इत्यादयः धातवः प्रेरणार्थे पाटी लेखी नायी इत्यादयः धातवः उभयत्र चुरादौ प्रेरणार्थे निचि च यत् किमपि रूपं निष्पादयितुम् इष्यते इष्येत् सर्वप्रथमं निश्चः विधानं भवति, तदनन्तरमेव अन्यानि कार्याणि करणीयानि. तथैव भवति आशीर्लिङ्ग् च सर्वप्रथमं निच् सदा धातुसंज्ञा सदा आशीर्लिङ्ग् किं प्रत्ययः योजनं तथा प्रक्रिया वक्तुमस्ति. चिरादिगणे स्वास्थ्येन चेति प्रथमं भवति, तदनन्तरं प्रेरणार्थं च अपि कर्तुं शक्यते. अति अत्र धातुः अतिदेश धातुः अतिदेशधातुः निष्पद्यते. धनाद्यन्तधातुः नूतन धातुशं न भवति. रूपमपि केवलं समानमेव अस्ति भगिनि. प्रथमं निश्चय विधानं करणीयं, तदनन्तरम् अन्यकार्याणि करणीयानि. पठामि भगिनि. आं सूर्ययोगः इ सूर्ययोगः इ चोरि गुणं भूत्वा चु ओ भवति. चोरि इति रूपं निष्पन्नं भवति सनातन नूतनधातुः. आषडिङ् इव छाया चोरि योगः या अत्र अस्यां दशायां नेरनिति इत्यनेन अस्य अर्धधातुक प्रत्ययस्य इरागमः नास्ति, तस्मात् पूर्व नि प्रत्ययस्य लोपो भवति. वैष्णेपदे आशीर्लिङ् सिद्धिङ् प्रत्ययः वलादिनः न सन्ति इति कारणतः तेषाम् इरागमः न कदापि भवति. अनेन चुरादिगणे प्रेरणार्थे निश्चित कश्चन निजन्तधातुः अस्ति चेत् नेरनिटि इत्यनेन निजः लोपो भवति. ओके, चुरादिकेन प्रथमं स्वास्थ्यनिच् दीर्घसूत्र तस्य प्रभाषेन निच् योजितं भवति. चुर् योगः इ चोरि भवति, तदनन्तरं धातुसंज्ञा भवति. प्रेरणासमये निचप्रत्ययः अधिपातिकप्रत्ययः इदागमः नास्ति अत्र. ततः पूर्व निच् लोपो भवति. सत्यम्. यत्र इडागमः नास्ति अर्धधातुकप्रत्ययस्य तत्र नीप्रत्ययस्य लोपः भवति. तदेव नेरनिटि इत्यस्य कार्यं, प्रेरणार्थे भवतु स्वार्थे भवतु तत्र तत् कार्यं तु भवति एव नेरनिटि इत्यस्य. तदपि मुख्यकार्यम्. अग्रे भगिनि, तत् पूर्णप्रक्रिया दत्तं, तत् पठतु भगिनि. चुर् योगः तदेव भगिनि. सत्य आपपाशरूपवीणा तूलश्लोकसेना लोमत्वच् वर्मवर्णचूर्णचुरादिभ्यो निच् इति सूत्रेण चुरादि निच् प्रत्ययः विधीयते स्वास्थ्यर्थे. सूर्योगः निच् अत्र एव प्रत्ययविषये चकार संज्ञापति हलन्तमि सूत्रेण. चुटु इति सूत्रेण नकार भवति, इ एव अवशिष्यति. चुर् इव इ प्रथमं गुणं भवति चोरि. चोरि युगः आशीर्लिङ्गविषये चोरि युग यात् नेरनिटि इति सूत्रेण निच् लोपः भूत्वा चोर् यात् चोर्यात् एव लोपं भवति. नेरनिटि प्रथमवाक्यं मानवृत्तिसहितसूत्रं पठतु भगिनि. नेरनिटि यस्य अर्धधातुकप्रत्ययस्य इडागमः नास्ति, तस्मात् पूर्वं निच् प्रत्ययस्य लोपो भवति. अत्र अनुवृत्तिसहितसूत्रं नेः लोपः अनिटि अर्धधातुके सूत्रम् अस्ति. नेः लोप ने इति निच् नेः षष्टि सप्तमी भगिनि स्थानं किल नेः षष्टि अन्तं षष्टान्तं तत्र लोप भवति निमित्तमस्ति अनिट् अनिट् अर्धधातुकप्रत्यये परे इदानीं इदागमः न भवति वलादिप्रत्ययः नास्ति अत्र अतः अनिट् अस्ति अर्धधातुक अनिट् प्रत्यये परे नकारलोपः सत्यं निङ् निच् द्वयमपि णि इत्यनेन ग्रहणं भवति तत्र यद्यपि इ एव अवशिष्यते तदा तस्य अनिट् इडागमः यस्य इडागमः नास्ति सः अनिट् आर्धधातुकप्रत्यये परे णिः लोपः समीचीनं वा धन्यवादः भगिनि विजया भगिनि अनन्तरम् अहं वर्गात् विरामि विदिष्यामि भगिनि ओ अस्तु शृणोमि केवलं शृणोमि नास्ति चिन्ता अस्तु आम् विजया भगिनि अग्रे सत्य कथायोगः णिच् विषये वयं यद् इदानीं पर्यन्तं यत् पठितवन्तः समानमेव अतः परस्मिन् पूर्वविधौ सर्वं समानमेव तत्र यदा अहं पूर्वं आरम्भे एव उक्तवती यात् योजनमेव तत्र अस्मिन् पाठस्य वैशिष्ट्यम् अन्यत् सर्वं यदा वयं पूर्वं पठितवन्तः पश्यामः विजया भगिनी स्मरति वा इति वदतु भगिनि पठतु वदतु एवमेव वा आम् अद्य आरभ्य एवमेव कथयोगः निच् अतो लोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व आकारः लोपः भवति आर्धधातुके प्रत्यये परे अतः खत् योगः निच् अत उपादायः इत्यनेन उपादायं स्थितस्य अतः वृद्धिः निति निति प्रत्यये परे भवति स्म अचः परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तिकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये इदानीं खत् धातोः अन्त्यः लोपः अत् इव दृश्यते अत उपादायः इति सूत्रेण कथ दृश्यते इति कारणतः उपादायाम् अधुना तकारः वर्तते अतः वृद्धिः न भवति कति सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा कति कति योगः यात् नेरनिटि इत्यनेन निच् लोपः कत् योगः यात् कत्यात् इति भवति अत्र अतो लोपः इत्यनेन कत् भवति अनन्तरम् अत उपादायः इत्यनेन वृद्धिः भवति अच परस्मिन् पूर्वविधि इत्यनेन परनिमित्तिकः अजादेशः स्थानिवत् भवति एतत् पूर्वमेव दृष्टवन्तः पूर्वविधौ कर्तव्ये इत्यनेन कत् धातोः अन्त्यः लोपः अतीव दृश्यते अत उपादायः इत्यनेन अत उपादायः न अतो लोपः इत्यनेन एव कत् आमाम् अत उपादायः इत्यनेन कत् इति दृश्यते इति कारणतः अत्र उपादायाम् अधुना तकारः वर्तते भगिनी न श्रूयते सम्यक्तया इदानीं अत उपादायः इत्यस्य प्रसक्तिः अस्ति वा इति प्रथमं पश्यतु अत उपादायाः इति तत्र प्रसक्तिः नास्ति एव खलु महोदय अत्र न किमर्थम् इत्यस्य एव उत्तरम् अचः परस्मिन् पुरोहितौ अत्र पूर्वनिमित्तिकः अजादेशः अत्र स्थानिवत् भवति इति तत्र दत्तम् अत्र अचः परस्मिन् पूर्वविधौ किं भवति चेत् अत्र स्थानिवत् भवति इत्युक्ते किं भगिनि षष्टि भवति खलु महोदय स्थानिवत् आदेशौ अनल् स्थानिवत् आदेशः कुत्र भवति चेत् अत्र अत्र आदेशस्थाने यत्र निमित्तम् अस्ति तदेव स्थानी स्थानी खलु महोदय. इदानीम् अधोलोपः इत्यनेन किं कार्यं जातम् इति प्रथमं वदतु. कथयोगः निक्ष अधोलोपः किं कृतम्? अतोलोपः इत्यनेन अत्र पूर्वं स्थितस्य एकनिमिषं महोदय. अत्र किं भवति चेत् आर्धधातुकः अस्ति अत्र धातुः अस्ति चेत् अत्र अन्तिमवर्णस्य स्थितस्य अकारः लोपः भवति. एतदेव अतो लोपः इति सूत्रं कार्यं करोति. इदानीं कथयोगः निच् अदन्त अङ्गस्य ह्रस्व अकारलोपः कृत्वा किं रूपं भवति? कत् इति भवति. इदानीं स्थानिवत् आदेशो अनल्विधौ इति आगच्छति चेत् किं कार्यं तस्य स्थानिवत् आदेशः? स्थानिवत् आदेशः अत्र यत्र कार्यम् अभवत् एतत् तत् स्थाने एव स्थानिवत् भवति इति तत्र कत् अत्र अत्र एव अत् लोपः इति कार्यं कृत्वा अकारस्य लोपः भवति तत् स्थाने एव स्थानिवत् भवति इति स्थानिवत् आदेशो अनल्विधौ इति सामान्यरीत्या वदति. परन्तु तत्र तत्र अशास्त्रीयकार्यम् इति वयं पूर्वस्मिन् पाठे प्रायः प्रेरणार्थे निचि इति पाठे पठितवन्तः. तत्र अशास्त्रीयकार्यं तत्र अथ उपादायाः इत्यस्य कार्यं न भवति अनेन इति सर्वं जातम् इति कृत्वा वयम् अचः परस्मिन् पूर्वविधौ तदपि समानरीत्या कार्यं करोति. परन्तु तस्य कः भेदः इत्युक्ते परनिमित्तिकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. तत्र अचः परस्मिन् पूर्वविधौ इत्यत्र शास्त्रीयम् अशास्त्रीयम् इति किमपि तत्र सीमा नास्ति इति कृत्वा तद् स्वीकुर्मः. तत्र किं भवति? परनिमित्तिकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. पूर्वविधौ कर्तव्ये इत्युक्ते तत्र कथ कत् योगः णिच् इति स्थितौ यदा वयं तत्र अथोपदायः इति कार्यं कुर्मः तत्र दीर्घादेशः भवति स्म खात् योगः णिच् इति. अजादेशः स्थानिवत् भवति. अजादेशः इत्युक्ते यद् लोपकार्यं कृतम् अतो लोपः इत्यनेन तद् इदानीं किं दृश्यति अचः परस्मिन् पूर्वविधौ इति स्वीकृत्य वयं यदा स्थानिवत् भावः स्वीकुर्मः इदानीम् अथ उपादायः यदा आगच्छति तद् तु कथ इत्येव दृश्यति. यद् लोपः जातः तद् न दृश्यति. किमर्थम्? अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. पूर्वविधिः इत्युक्ते यद् अथ उपादायः इत्यस्य कार्यम्. अजादेशः स्थानिवत् भवति इत्युक्ते यद् अथोलोपः इत्यनेन यत् कार्यं कृतं तद् स्थानिवत् दृश्यति अथ उपादायः. इदानीं यदा कथा इति तद् पश्यति तस्य अवसरः एव नास्ति. अथोपादायाः इत्यस्य अवसरः एव नास्ति. किमर्थम्? उपधायां कः वर्णः अस्ति? कथा इत्यत्र सत्यम्. अतः तस्य कार्यं न भवति इति कृत्वा तद् कार्यं न करोति. तस्य प्रसक्तिः एव अत्र नास्ति. अनन्तरं वृद्धिः न भवति. अनन्तरं यदा अन्यत्र अभवत् तादृशमेव कार्यम्. अवगतं किल? आम्. इदानीम् अत्र सनाद्यन्तदातवः अस्ति चेत् अत्र अत्र निच् इत्यनेन कति इति भवति. अनन्तरं नेरनिटि इत्यनेन निचः लोपः भवति. अतः कत् योगः यात् कथ्यात् इति अन्तिमरूपं खलु महोदय? आम् सत्यं. कति इति कति इति भवति नेरनिटि इत्यनेन इकारलोपः यात् कथ्यात् इति. समीचीनं वा? यत्र यत्र तत्र अकारान्तधातुः अस्ति तत्र सर्वत्र समानकार्यमेव. यदा कथ इत्यस्य आसीत् समानकार्यं सना क्षणाद्यन्तादातवः पर्यन्तं नेरणिटि पर्यन्तं समानकार्यं सर्वत्र यत्र यत्र णिच् विधीयते यत्र यत्र कथधातुः अस्ति सर्वत्र अचः परस्मिन् पूर्वविधौ स्मर्तव्यमेव. अजन्तदातुः अस्ति चेत् आं सत्यं स्पष्टमस्ति वा? आं महोदय. अग्रे पूर्वमेव दृष्टवन्तः. तस्मात् अनन्तरं स्टार् इति अस्ति किल, तद् पठतु भगिनि. अतो लोपः इति सूत्रे प्रश्नः उदेति किमर्थम् उपदेशे इत्युक्तम्. उत्तरम् एवं यत् अनुवृत्तौ उपदेशे इति यदि न भविष्यत् न अभविष्यत् तर्हि कासुचित् स्थितेषु अनुपदेश अवस्थायाम् इष्टं रूपं न प्राप्स्यत्. यथा सा वादिगणे ऐ गतौ इति धातुः उदाहरणार्थं कश्चन आर्धधातुकप्रत्ययः अस्ति क्विप्. अत्र ऐ योगः क्विप्, अनुबन्धलोपे ऐ योगः युब्, लोपो व्योर्वलि इत्यनेन यकारस्य लोपः भवति. अ योगः युव्, अतो लोपः इत्यनेन अकारस्य लोपः भवति. वेरपृथक्स्य इत्यनेन वकारः अपि लोपः भवति. अत्र सर्व अपहारः भवति, अत्र शून्यम् एव अवशिष्यते. अवगतं चेत् वदतु. एतत् पूर्वमेव वयं दृष्टवन्तः एव. अत्र क्विप् इति प्रत्ययं स्वीकुर्मः चेत् प्रथममेव सर्वम् अत्र सर्वम् अपकारं भवति, परन्तु वकारः एव तिष्ठति. एतदपि वेरपृथक्से इत्यनेन अपगच्छति, लोपो व्योर्विलि इत्यनेन यकारः अपगच्छति, अनन्तरम् अतो लोपः इत्यनेन अकारः एव लोपः भवति. अतः अत्र शून्यमेव अवशिष्यते इति तत्र दत्तं. प्रश्नः कः इति अवगच्छति वा इति पश्यति. अतो लोपः इति उपदेशे इति उपदेश अवस्थायाम् अत्र उपदेश अवस्थायाम् इति यदि अत्र उपदेशे न अभविष्यत् तर्हि कासुचित् स्थितस्य अनुपदेश अवस्थायाम् इष्टं रूपं न प्राप्स्यत्. उपदेश अवस्थायाम् एव अत्र लोपः भवति इति भवति, परन्तु एतत् न अभविष्यत् चेत् अत्र इष्टरूपं न प्राप्नुमः. उदाहरणयोगः किप् इत्यत्र कुत्र लोपः भवति, अतो लोपः इति अस्य कार्यं कदा भवति? इदानीं वादिगणे स्वीकुर्मः चेत् ऐ गतौ इति धातुः स्वीकुर्मः चेत् अत्र अकारः अतो लोपः इत्यनेन लोपं भवति. उपदेश अवस्थायाम् अस्ति वा अकारः? अत्र उपदेश अवस्थायां नास्ति एव. तदेव प्रश्नस्य उत्तरं. प्रश्नः कः इत्युक्ते अतः अङ्गस्य लोपः आर्धधातुके उपदेशे इति अस्ति. किमर्थम् उपदेशे? आर्धधातुकस्य उपदेश अवस्थायाम् अतः अङ्गस्य लोपः किमर्थम् उपदेशे इति उक्तम् इति प्रश्नः. यथा तादृशं नास्ति चेत् यदा अत्र उदाहरणे दत्तं तत्र लोपो व्योर्वलि इत्यस्य कार्यं प्रथमं भवति, अनन्तरम् इदानीम् अदन्तमङ्गमस्ति. प्रथमम् अदन्तमङ्गं न आसीत् ऐ योगः क्विप्, अतः अतो लोपः इत्यस्य प्रसक्तिः नास्ति. यदा लोपो व्योर्वलि आगत्य कार्यं करोति तदा एव तत्र अदन्तमङ्गम् अभवत्. अतः इदानीम् अतो लोपः यदा उपदेश अवस्थायाम् इति न उक्तं चेत् वयम् अतोलोपः इत्यस्य कार्यं कुर्मः. यदा अतोलोपः वेरवृत्तस्य सर्वं कार्यं कृत्वा किमपि रूपं न अवशिष्यते, तादृशं तत्तु इष्टं नास्ति किल. अतः उपदेशः इति पदं सूत्रे अनुवृत्तिसहितसूत्रे आवश्यकम् इति वदति. अस्तु महोदय, धन्यवादः भगिनि. प्रायः महोदय पठति. धन्यवादः. अनुदात्त उपदेश इत्यस्मात् उपदेशे इति अनुवृत्तिः आगच्छति, कुतः आगतम् इति एव दृष्टवती. 6437 64 40 आं महोदय, भवान् पठति वा? अतः उपदेशे नास्ति चेत् इष्टरूपं न प्राप्यते. इतोपि एकम् उदाहरणम् अस्ति. अतः उपदेशे नास्ति चेत् इष्टरूपं न प्राप्यते. उपदेशात् चेत् एव अलोपः लोपः न भवति, यतोहि अ इति उपदेशावस्थायां नास्ति इति अस्ति. यथा अ अतः अयग व इति अस्ति, क्रिप्रत्ययस्य विकारः अस्ति. ऋषस्य प्रतिकृति प्रतिकृति तुक् इत्यनेन तुगागमः भवति, अत् इति भवति. व इत्यस्य लोपः भवति वैरप्रत्यस्य इत्यनेन अत् इति इष्टं रूपं प्राप्तम् इति अस्ति अत्र. उपदेश आधात्क उपदेशे इति किमर्थम्, उपदेश इत्यस्य का आवश्यकता इति इति अत्र दत्तमस्ति अनेन उदाहरणेन. अचः परस्मिन् पूर्वविधौ इति वयं पठितवन्तः खलु, तत् पठनीयं. आम् आम् न महोदय, अग्रे गच्छामः. अस्तु अस्तु, पट इदानीं पट खलु, पट हेतुमतिच इत्यनेन प्रेरणार्थे धातोः निच् यदा पट् योगी अतोपदायाः इत्यनेन उपदायाम् अतः वृद्धिः निति निति प्रत्ययपरे पाठि इति. इदानीं सनदन्तः धातव इत्यनेन दासंज्ञा भवति. पाठि योगयात् इदानीं पाठि इत्यस्मिन् अत्र निच् तत्र निच् निजन्त अस्ति, यात् इति अनिट् अस्ति, अतः लोपः भवति नेरणिति इत्यनेन. अतः पाठ्यात् पाठ्यात् पाठ्यास्तां पाठ्यास् पाठ्यास् पाठ्यासुः खलु तत्र पाठ्यासुः यास्तां यासु यास्तां खलु अतः पाठ्यात् पाठ्यास्तां पाठ्यासुः पाठ्याः पाठ्यास्तं पाठ्यास्त पाठ्यासं पाठ्यास्व पाठ्यास्म इति रूपाणि भवन्ति, इति रूपाणि भवन्ति. तद् यदा गतपाठे दृष्टवन्तः समानमेव. अत्र किं सरलम् इत्युक्ते आशीर्लिङ्गि तत्र प्रत्ययम् अधिकृत्य किमपि अङ्गे कार्यं नास्ति, तद् किमपि नास्ति, अतः केवलं योजनमेव. पर पूर्वतनपाठे वा किमपि तत्र किमपि कार्यं भवति, तत्र एव किञ्चित् क्लेशः. इदानीं तत् किमपि नास्ति, पाठ्यात् इत्येव. आम्, दा इति अपि पठतु महोदय. हा अस्तु, दा इति दातु, दा इति दायोगणिच्य इदानीं तत्र अति ह्री ली व्ली री क्वी क्षम्यायात क्ष्णायातां पुंनौ इत्यनेन आकारान्तदातुभ्यः पुगागमः भवति. या आताम् इति अत् अत अन्ते अस्ति खलु, तत्र अर्ति अर्ति ह्री व्ली री क्वी क्ष्माय् एते अपि च आकारान्तदातूनाम् आकारदातूनां तत्र पुगागमः भवति निष्पत्ये परे. तर्हि दा युग ई पुगागमः, दा दायुग पकारः दापि इति अङ्गमस्ति. दापि योगयात् इदानीं तत्र दाप्यात् दाप्यास्तां दाप्यासुः इति रूपाणि भवन्ति. तथैव तत्र पै इति अस्ति, पै पाने तदपि आकारान्तः भवति. पै योग निच् आदेश उपदेशिति इत्यनेन उपदेशयजन्तः धातोः आत्मम् आत्मं भवति, न तु शिति परे इति वयं जानीमः. तत्र पायोग निच् इदानीं तत्र पुगागमः न भवति, युगागमः भवति. शाच्छास्वाव्यावेपां युक् इत्यनेन शो छो सो फे व्ये वे पै एतेषां धातूनां युगागमः भवति. तर्हि पायोग युक् योग निच् पा इ इति भवति, पायि. इदानीं तत्र पायि योग निच् पाय् एव भवति नेरणिति इत्यनेन. तर्हि पायात् पायास्तां पायासुः पाय्यासुः इति रूपाणि एव भवन्ति. वयं शा शो छो शा इति तत्र दाप्यात् इत्यत्र सामान्य अस्ति. तत्र सामान्य आकारं दातुना पुगागमः भवति, परन्तु विशेषदातवः ये ते सन्ति तस्य अपवादः अस्ति, अत्र युगागमः भवति इति अस्ति. सत्यं सत्यं. वाक्यं कथं भवति दाप्यात् इत्यत्र भगवान् दाप्यात् दाप्यात् खलु तत्र भगवान् उत्तमम् आरोग्यं दाप्यात् आरोग्यं दाप्यात् सत्यं स्वास्थ्यं दाप्यात् स्वास्थ्यं दाप्यात् समीचीनं तादृशमेव आगच्छति दाप्यात् धन्यवादः महोदय. अरुणा भगिनी अस्ति वा अथवा विजया भगिनी पठतु. आम् आम् अस्ति चिन्ता. आं विजया भगिनी नी धातुः पै महोदयेन पठितं. नी पठतु अनन्तरम् एकं वाक्यं वदतु. नी योगः अचुङ्ति इत्यनेन अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ङिति ङिति प्रत्यये परे नञ् भवति ईकारस्य स्थाने नञ् भवति अनन्तरं णिच् इत्यनेन ई एव तिष्ठति. इदानीम् अत्र ऐकारस्य स्थाने आय् भवति नाय् नायि इति अन्तिमरूपं नायि इति स्वनाद्यन्ता दातवः इति धातुसंज्ञा. इदानीं योजयतु यात् इदानीं किं भवति नायि इति भवति अनन्तरं योगः यात् नेरनिटि इत्यनेन निच् लोपः भवति अतः नायि एव तिष्ठति. नायि योगः यात् नाय्यात् इति भवति नाय्यात् इति भवति नाय्यात्. एकं वाक्यं वदति वा अप्राप्तस्य प्राप्तुम् इच्छा इति आशीर्लि अपि च तत्र अत्र प्रेरणार्थे प्रेरणार्थे आमां प्रेरणार्थे इत्यपि तदपि वयं विस्मृतवन्तः किल महोदय यदा दाप्यात् भगवान् अस्मान् तत्र भगवान् अस्माकं कृते उत्तम आरोग्यं दाप्यात् क्षम्यतां किम् आसीत् दाप्यात् इति खलु दाप्यात् तादृशं न भवति तत् तादृशं न भवति अन्यत् दाप्य अस्तु गुरुः शिष्यम् उत्तममार्गे दाप्यात् क्षम्यताम् उत्तमं शिक्षणं दाप्यात् अस्तु शिष्याय तदापि न भवति खलु तद्भवति वा सः शिष्याय उत्तमं मार्गं दापयात् इति भवति वा मार्गं न भवति उत्तमं शिक्षणम् उत्तमं शिक्षणं दापयात् इति उत्तमं तद्भवति वा न प्राप्नोति तद् नाद भवति प्रेरणार्थे दापयति खलु अस्तु ददाति शिक्षक अस्तु शिक्षक अस्तु शिक्षक शिक्षकः बालकं बालकं किमपि दातुं किमपि क्षम्यतां दाप्यात् खलु कथं भवति इति सामान्यवाक्यं प्रथमं प्रयत्नं कुर्मः महोदय. बालकः बालकः भिक्षुकाय फलं ददाति इति अस्तु फलं ददाति गुरुः अस्तु अस्तु शिष्येन इति भवति खलु तत्र द्वितीयं भवति बालकेन शिष्येन किमपि शिष्येन भवेत् अत्र कति क्षम्यतां तत्र अनुक्तं खलु शिष्य गुरुः शिष्येन भिक्षुकाय फलं दापयात् इति समीचीनं टु स्टेप् कुर्मः चेदेव तदागच्छति तृतीये भक्ति एव भवति तत्र कुत्रचित् भवति तत्र तत्र भक्ष किमपि तत्र सूत्रमस्ति खाद्योर्न इति सूत्रं किल तद् दीर्घसूत्रमस्ति खलु निच् कर्मकौ आनिकर्ता तणौ अमणिकर्ता सणौ सत्यकर्तासणौ इति खलु तत्र इदानीं परन्तु सम्यक् एव अस्ति तद् शिक्षकेण इत्येव भवति शिष्य शिष्येन इत्येव तृतीया एव भवति तत्र द्वितीया न आगच्छति द्वितीया न आगच्छति तत्र न भवति परिगणितधातूनां आम् परिगणितानामेव द्वितीया भवति अन्यत्र तु तृतीया सत्यं धन्यवादः गति अपि नास्ति बुद्धिः अपि नास्ति शब्दकर्म अपि नास्ति अकर्मक अपि नास्ति अतः तृतीया एव सत्यं तद् इतोपि तृतीया इत्यनेन कर्तृक आम् सत्यं सत्यम् इतोपि तद् खाद्यार्णो भक्षणखाद्य इति अपि एकं सूत्रं बहवः तत्र अपवादाः सन्ति आदिखाद्योर् न इति अस्ति किमपि आम् सत्यम् अपि अपि च अन्यद् इतोपि चत्वारः वा पञ्च वा पञ्च वा पञ्च षड् वा सन्ति तत्र अपवादाः सन्ति तत्र दा इति अहिंसायाम् अपि भक्षेः समीचीनम् आम् विजयभगिनी भवती अपि प्रयत्नं करोति वा नी इति तत्र आगच्छति किल अनिच् एव करणीयम् आम् सामान्यवाक्यम् उक्त्वा एव तत्र कुर्मः तत्र भ्रमः न भवति नायात् इति भवति खलु महोदय नायात् सत्यं सत्यं नायात् एतत् आश्रीर्लिङ्गविषये वा सत्यम् अत्र नायात् आश्रीर्लिङ्गविषये भगवान् मम सत्विषयं दृष्ट्वा न एतत् नियात् नियात् इति साधारणवाक्यं खलु महोदय नियासं इति तत्र प्रथमं सामान्यवाक्यम् एकं विना निच् करोतु अनन्तरं निच् योजयित्वा करोति चेत् तत्र भ्रमः न भवति लटि एव लट् नयति इति स्वीकरोतु नयति कृत्वा एकं वाक्यं वदतु नयति सज्जनाः मह्यं सन्मार्गेण नयति सज्जनाः मह्यं सन्मार्गेण नयति मां मह्यं न भवति खलु मह्यं न भवति चतुर्थीकितं न मह्यं मां सन्मार्गे नयति मां सज्जनाः सन्मार्गे नयति समीचीनम् इदानीं तत्र एकः प्रयोजकः हेतुमान् योजयतु सज्जनाः इत्यस्य एव प्रयोजकः करोतु तदा सज्जनाः सन्मार्गे तद् किं भवति सन्मार्गे नयति किम् अस्ति तद् भवेत् खलु तत् प्रेरणार्थे भवेत् खलु तत्र तद् न भवति नीयाति एव सज्जनाः मां सन्मार्गे नीयात् एव भवेत् इदानीम् अजां नयति बालकः अजां नयति इति अस्ति अजां नयति ग्रामं नयति किमपि भवतु अजां नयति इति अस्ति अजां नयति इदानीं तत्र कः स्वामी अथवा पिता बालकेन अजां नाययति इति भवति अजां नाययति समीचीनम् आम् इदानीं यदा मम इच्छा अप्राप्तुम् इच्छा अस्ति चेत् नाययाति इति भवति इदानीं तत्र तदेव अहं सज्जनान् विषये उक्तवती सज्जनाः मां मया वा माम् एव भवति किल मां सन्मार्गे नायेयात् इति मम इच्छा. समीचीनं वा? नीयात् इति खलु, तत्र किमपि नास्ति खलु. नाय् इत्येव नेरनिटि ईलोपः किल, नाय्यात् तद् भवति वा तत्र नीयात् इति तत्र नयत् अनिटि किं भवति? अनिटि अनिटि तु नास्ति किल, नास्ति. अस्तु तर्हि तत्र नेर इति ईकारलोपः, नाय् नायोगः या नाय्यात् इति रूपम्. अप्राप्तस्य प्राप्तुम् इच्छा एव किल. अतः तत्र यदा अहं सज्जनः इत्येव वदामि, एकवचनमेव सज्जनः, माम् इत्येव भवति किल द्वितीया. तत्र दीर्घसूत्रे नी अस्ति किल, तत्र नीवस्योर् नीवक्ष्योर्न नीव अनतरसामि अस्ति वा नीवक्ष्योर् गतिबुद्धि आम् न सत्यम्, अत्र न इति अस्ति गति गतसंज्ञकः अस्ति परन्तु न भवति सत्यं न भवति अतः तत्र द्वितीया भवेत् मां नायात् सन्मार्गे नायात् इति इच्छा न भगिनि तत्र माम् इति तत्र द्वितीयविभक्ति भवति वा इति प्रश्नः. गति द्वितीयविभक्ति भवति परन्तु नीवश्योर् न इति उक्तमस्ति अतः द्वितीया न भवति खलु. माम् इति नीति द्वितीया अस्ति वा? समीचीनं न भवति मया इति अथवा मया नायात् तत्र किमपि क्लेशः अस्ति, वाक्यं सम्यक् न श्रूयते किमर्थम् इति पश्यामः. तत्र मां नीयात् एव भवेत् सज्जनः, मां नीयात् एव समीचीनं भवति, नायात् इति तत्र क्लेशः भवति प्रायः. कथं गतिबुद्धि प्रत्यवसाना इत्यत्र लिखितं वा इति एकवारं पश्यामि. गतिबुद्धि गति अस्ति खलु, नी धातु गतिसंज्ञकः अस्ति, गति अर्थकः इति सूत्रं वदति. आम् तत्र किं वदति इत्युक्ते नी तदा वह् धातोः विषये शुद्धधातोः कर्ता निच् प्रयोगे कर्मत्वं न प्राप्नोति, पिता देवदत्तेन अजं नाययति, अतः तत्र मया इति मया भवेत् खलु. कर्तृकरणयोः तृतीया इत्यनेन तृतीया एव भवति. समीचीनं. मया सज्जनः मया सन्मार्गे नायात् तत्र नी धातुः विकर्मकः अस्ति वा न? तत्र भगिनि तत्र इदानीम् अस्माकं विवक्षा अकर्मकविवक्षा अस्ति खलु, नयामि अहं मार्गे नयत् तद् न भवति खलु, अतः तत्र प्रायः मामेव भवेत् अकर्मक इति. तत्र नी धातु अकर्मकः अस्ति, तदेव नी धातुः अकर्मकः नास्ति, द्विकर्मकः नास्ति, द्विकर्मकः अस्ति खलु, अतः तत्र इदानीं निचि कथं भवति तत्र अनिटि अनिटि कथं वाक्यं किम् अस्ति अनिटि एतद् वाक्यम् अहं नयामि इति न भवति खलु. अहं नयामि इति न भवति, अहं सन्मार्गे गच्छामि इति प्रायः भवति, नयामि इति न भवति, न भवति खलु. अतः तत्र कथं वा भवति अत्र प्रेरणार्थक भवति वा? तत्र सामान्य एव भवति यद्यपि तत्र प्रेरणार्थ भवितुं परन्तु अत्र सामान्यतया यदा कोऽपि अस्मान् नयति चेत् कथं भवति प्रेरणार्थे नी धातुः रूपं? न प्रेरणार्थ नास्ति खलु, अस्मान् नयति एव खलु. तत्र यथा शिक्षक बालकः अजां नयति, सज्जनः मां नयति, नाययति इति भवति, पिता देवदत्तेन अजं नाययति, देवदत्तः अजं नयति. तत्र पिता कर्म किम् अस्ति तत्र अणिचि कर्म किम् अस्ति तत्र अणिचि सन्मार्गं कर्म अहं सन्मार्गे कथम् आगच्छति तद् न आगच्छति किल भवति कुत्रचित् वाक्यस्य वैशिष्ट्यं भवति तत्र किमपि तत्र अहं स्वयं गच्छामि नयामि इति तत्र तु प्रेरणा एव नास्ति किल नास्ति अतः यथा बालक यथा शिक्षकः बालकं नयति अथवा बालकः अजां नयति तथैव खलु तत्र आम् तत्र प्रेरणा एव न आवश्यकः तद् निश्चयेव न आवश्यकः मां नयति समीचीनं अत्र प्रेरणा तत्र निच्प्रयोगः न आवश्यकः अस्ति अतः नीयात् एव भवेत् नीयात् आम् सत्यं सम्यक् चिन्तनं सम्यक् आसीत् आम् यत्किमपि अन्यवस्तु अस्ति चेत् प्रायः अर्थः आगच्छति तत् नी अथवा वह् तादृश अर्थः वहति नदी वहति इत्यत्र अकर्मकः भवति यदा नद्यां नौकां नदी नौकां वहति इत्यत्र सकर्मकः इति वह् धातोः विशेष अर्थः अस्ति किल तादृशं अकर्मकः भवति सकर्मकः आम् सत्यं तत्र वह् धातोः केचन स्थलेषु नदी प्रवहति इति अस्ति नदी अकर्मकः अकर्मकः अस्ति सेवकः भारं वहति अत्र सकर्मकः आम् सत्यं सत्यं तादृशप्रायः नयति इत्यत्रापि नी धातुः किमपि तत्र स्वयं तस्य अर्थः तत्र नयति इत्यत्र इत्यत्र एव आगच्छति प्रसिद्धार्थे इति कमपि वदामः किल धातोः अर्थः स्वयं भवति इति तादृश नयति इत्यत्र अर्थः एव नयनम् अतः सम्यक् एतत् चिन्तनं सम्यक् आसीत् अतः प्रायः अजं नायति अथवा किमपि अन्यत् नायति इत्यत्र एव प्रयोगः अभवत् यत्र प्रेरणार्थक तत्र अस्ति तत्र दत्तमस्ति खलु तत्र यदि तत्र द्वयमपि भवेत् तत्र अपि च निजन्तप्रयोगः भवेत् प्रेरणार्थे भवेत् तदा एव भवितुमर्हति सम्यक् समीचीनम् अस्तु इतोपि एकः धातुः अस्ति भगिनि इतोपि एकम् अस्ति लिक् करोतु भगिनि उद्यासः वा लिक् योगः निच् पुगन्तलघुपदस्य च इत्यनेन लघुपदस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे हा अस्तु अत्र इदानीम् इकारस्य स्थाने पुगन्तलघुपदस्य च इत्यनेन लेखी भवति अनन्तरं लेखी नेरनिटि इत्यनेन अत्र निच्छः लोपः भवति अत्र लेखी योगः यात् लेख्यात् इति भवति सत्यं लेख्यात् इति सम्यक् तदेव भू इति अपि करोतु भगिनि अनन्तरं महोदयः प्रायः करोति भू योगः निच् अत्र कृ योगः निच् भू तद् अभ्यासः अस्ति भू योगः निच् तत्र स्टार् अस्ति किल अनन्तरं यद् अस्ति तत् पठतु भगिनि ल्लोपो एतत् वा न तस्मात् पूर्वं स्टार् अत्र प्रश्नः उदेति भूयोगः उदेति भूयोगः निच् भावि इति भवति वयं जानीमः इदानीं यात् इति अवसरे नेरेनिटि इत्यनेन नेरेनिटि अकृत् सार्वधातुकयो दीर्घः अनयोः द्वयोः युगपत् प्रसक्तिः अन्यन्त्राण्य अन्यत्र लब्ध अवकाशः च भवतः अकृत् सार्वधातुकयोर्दीर्घः इति परसूत्रम् अतः तस्य प्राप्तिः भवेत् न तु नेरनिटि इत्यस्य परन्तु इति अग्रे अपि पठनीयं तत्र प्रथमं प्रश्नः कः इति वदतु अनन्तरं पठतु भूयोगः निश्चिति स्थितिः तत्र किं भवति भूयोगः निच् भवति अत्र भावि इति भवति एतत् सार्वधातुक अर्धधातुकयोः अनन्तरम् एचो यवा यावः एतत् सर्वं भूत्वा भावि इति भवति. भावियोगः यात् इति अवसरे नेरेनिटि अनन्तरम् अकृत् सार्वधातुकयोर्दीर्घः इति नेरेनिटि षष्टमाध्याये चतुर्थपादे एकविंशति एकपञ्चाशत् इति सूत्रे सूत्रमस्ति. परन्तु अत्र अकृत् सार्वधातुकयोर्दीर्घः इति सप्तमाध्याये चतुर्थपादे अस्ति. इदानीं द्वयोः युगपत् प्रसक्तिः अस्ति अत्र. अकृत् सार्वधातुको किं वदति महोदय अत्र? अकृत् दीर्घः भवति, अकृत् सार्वधातुकयोः दीर्घः भवति, भावी इति भवति. तद् तस्य कार्यं दीर्घत्वं. जिया भगिनी अस्ति वा? ओ अहं वदन्ती अस्मि महोदय. अत्र नेरनिटि इति सूत्रं पूर्वसूत्रमस्ति. अकृत् सार्वधातुकयोर्दीर्घः इति परसूत्रमस्ति. परन्तु द्वयोः अत्र प्रसक्तिः भवति एव. अन्यत्र अन्यत्र लब्ध अवकाशः च भवतः एतत् सूत्रद्वयोः सूत्रे द्वयोः. अत्र परसूत्रमेव कार्यं करोति, पूर्वसूत्रम् असिद्धं भवति. किमर्थं चेत् अत्र परन्तु इति अस्ति खलु महोदय, अत्र एतत् पठनीयं वा? सत्यं, तत्र सामान्यतया पश्यामः चेत् अकृत्सार्वधातुकयोर्दीर्घः इत्यस्य एव कार्यं भवति. परन्तु अस्मिन् सन्दर्भे नेरनिति इत्यस्य एव कार्यं. किमर्थम् इति उक्तं, तत् पठतु. ण्यल्लोपो व्यङ्ग् यन् गुणवृद्धिर्दीर्घो दीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन इयङ् यन् गुणः वृद्धिः दीर्घः इत्येषां कार्याणां नीलोपेन अत् लोपेन सह युगपत् प्रत्यवसरे प्राप्त प्राप्य अवसरे प्राप्य अवसरे यन् सन्धि भूत्वा पूर्वविप्रतिषेधः नीलोपः अल्लोपः च बलवन्तौ भवतः. इत्युक्तौ नीलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति इति तत्र दत्तम्. अत्र इयङ् यन् गुणः वृद्धिः दीर्घः इत्येषां कार्याणां नीलोपेन अत् लोपेन अत्र नीलोपेन इति नेरनिटि इति सूत्रमस्ति. अत् लोपेन इति इदानीमेव न, तद् अनन्तरम् आगच्छति. अस्मिन् सन्दर्भे नीलोपः एव. इदानीं प्राप्ति अवसरे युगपत् प्राप्ति अवसरे पूर्वविप्रतिषेधः नीलोपः अल्लोपः च बलवन्तौ भवतः. अत्र अल्लोपः अत्र अत्र नीलोपः एव, अत्र केवलं नीलोपः भवति, अत्र अल्लोपः नास्ति. अत्र अस्मिन् सन्दर्भे नीलोपः एव. अतः तत्र नीलोपः एव सूत्रं द्वयम् अस्ति अपि अत्र नीलोपः तस्य एव बलं भवति इति तत्र दत्तं खलु महोदय वार्तिकेन? सत्यं सत्यम्. अत्र नेरनिटि अकृत् सार्वधातुकयो दीर्घः द्वयोः प्राप्तिः भू भावियोगः यात्. तत्र नेरनिटि इत्यस्य कार्यं भवति, कथं भवति इत्यस्य अनेन वार्तिकेन भवति. पूर्वविप्रतिषेधेन, यद्यपि तत् पूर्वसूत्रमस्ति तथापि विप्रतिषेधे परं कार्यम् इत्यनेन सामान्यतया परसूत्रस्य एव अवसरः. परन्तु तस्य एव अपवादः इति चिन्तयितुं शक्नुमः. अनेन वार्तिकेन पूर्वविप्रतिषेधेन नेरनिटि इत्यनेन नीलोपः भवति. नीलोपः इति कार्यं यदा कदा भवति इत्युक्ते इयङ् यण् गुणवृद्धिदीर्घः इत्येतेषां कार्याणां नीलोपेन सह तत्र युगपत् प्राप्ति अवसरे. इदानीम् अत्र दीर्घः दीर्घः वर्सस् नीलोपः, नीलोपः इत्येव कार्यं भवति. अतः नेरनिटि इत्यस्य कार्यम् आम्, इदानीं रूपं किम् इति वदतु भगिनि. भू भावियोगः निच् यात् क्षम्यताम् नेरनिटि भावियोगः यात् इति अवसरे नेरनिटि अकृत् सार्वधातुक एतत् पठनीयं वा इदानीमेव? न, स्वरूपं रूपं वदतु, अन्तिमरूपं किं भवति? यात् इति अनन्तरं नेरनिटि इत्यनेन निच् लोपः भवति. अत्र यात् योजनेन भाव्यात् इति भवति वा? सत्यं, भाव्यात् इत्येव रूपं, भाव्यात् इति रूपं. समीचीनं, तद् एतत्तु अभ्यासः, एषः अभ्यासः अस्ति. तत् कापि पेस्ट् मध्ये एतादृशं प्रायः योजितं क्रमेण तत्र. आं, धन्यवादः भगिनी. महोदय अग्रिमं करोति वा? कृयोगः निच् एकनिमिष. हा, कृ, हा अस्तु, कृयोगनिच् अस्ति, अस्तु, कृयोगनिच् अस्ति. तत्र गुण वृद्धिः भवति, कार् इति भवति, किमस्ति तत्र अचोर्णिति इति सूत्रेण भवति, कारी इति, कारी इति, कारी इदानीं कारीयोग यात् इदानीं तत्र नेरनिति इत्यनेन लोपः कार्यात् कार्यास्तां कारि कार्यासुः इति भवति. तदेव चोच्छेदने चोच्छेदने चोच्छेदने अस्ति अत्र. अस्तु, छेदने, अस्तु, चो इत्यस्य छ इति भवति खलु, छ इति भवति आदेश उपदेश छ इति. तर्हि अत्र तत्र युक् भवति इति सत्यम्, इदानीं पठितवन्तः किल एकं सूत्रम् युकम् एकवारं पुनः पश्यामि, तत्र पुनः पुनः स्मरणं. एकनिमिष, तत्र कुत्र अस्ति? एकनिमिषं पठामि. तत्र सत्यं, शा च स्वा वेपां व्यावेपां युक् इत्यनेन युगागमः भवति. तर्हि एकनिमिषं, कुत्र अस्ति छ? छ अस्तु, चा, चा युकागम चाय् इति भवति. अनन्तरं नेर्मिट् इत्यनेन चाय्यात् इति भवति. सत्यं, चाय्यात्, आं, वद् अपि करोतु महोदय. तत्र वद् योगणिच् अस्ति, तत्र अत उपादायाः इत्यनेन तत्र वादि इति भवति. वद् एकनिमिष, वद् वद् इत्यस्य किमपि अस्ति वा तत्र? एकनिमिष, वद् निच् केवलं निच् एव अस्ति किल, सम्प्रसारणकार्यम् अस्मिन् सन्दर्भे न भवति. अथवा यदा भवान् चिन्तितवान् सम्यक् एव वद् धातुः, परन्तु अत्र परस्मैपदी आशीर्यं कर्तरि अतः न भवति, सम्प्रसारणं न भवति. आम्, क्षिप् योग निच् अस्ति, क्षेपि क्षेप्यात् इति भवति. बुद् योग निच् बोधि बोध्यात्. कृष् अस्ति, कृष् अस्ति अत्र गुणः भवति कर्ष, कर्ष्य कर्ष्योग कर्षि कर्ष्यात्. एद् इति अस्ति, एध्यात् इति भवति. गणयोग निच् अस्ति, तत्रापि तत्र अतोलोपः खलु, तत्र अतोलोपः तत्र अत उपादायते कार्यं न करोति, गण्यात् एव भवति, गण्यात् एव भवति. तत्र समानचिन्तनं यदा कथ इत्यत्र कृतवन्तः, गण इत्यत्रापि समानचिन्तनं. महोदय तत्र कृष् विषये किमपि अस्ति, तत् पठति वा? स्टास्ट कृष् अत्र कृष् गुणं कृत्वा कश् इति, कश् इति भवति. अत्र गुणं किमर्थम् इति चेत् अदेन् गुणः इत्यनेन गुणसंज्ञा अकारः एव भवति इति मत्वा कश् इति भवति. तदा अत उपादायाः काश् इति भवति वा? उरण्ड क्षम्यताम्, अत उपादायः उरण्डपरः इत्यनयोः एकत्र प्राप्तिरस्ति किम् इति प्रश्नः भवति चेत् तत्र अत उपादायः परसूत्रमस्ति चेत् तयोः अन्यत् शब्दावकाशः अस्ति, तदाधारेण तस्य बलं स्यात् इति अस्ति. अत्र अत उपादायः इति इत्यस्य प्रसक्तिः भवति वा इति प्रश्नः अस्ति. उरण्डपरः इत्य उरण्डपरः इत्यनेव तत्र तर्हि तथा नैव भवति इति किमर्थम् इति चेत् तत्र अकारगुणादेशः भवति रपरबलेनैव इति तत्र यतोहि रपरबलेन ऋकारस्य स्थाने गुणादेशः अकारः भवति रपरत न भवति चेत् ऋकारस्य स्थाने गुणादेशः न भवति एव अतः यद्यपि उरण्डपर इत्यस्य अपेक्षया अतपदाय परसूत्रम् अपि च तयोः अन्यत्र अन्यत् लब्धावकाशः अस्ति तथापि अत्र अतपदाय इत्यस्य अत्र प्रसक्तिः एव नास्ति इति दत्तमस्ति तत्र न भवति इति अतोपदाय चेत् प्रसक्तिः न भवति किमर्थम् उरण्डपर एव कार्यं करोति इति अस्ति सत्यम् अण् यद् अण् विधीयते सर्वदा तद् रपरः भवति तदेव कार्य कारणं तद् सर्वदा रपरः भवति अतः तस्य एव अवसरः यत्किमपि अन्यत् सूत्रम् आगच्छति चेदपि तत्र उरन् रपरः अवश्यं भवति इत्येव समीचीनं वा अतः तत्र अनेन निजन्तचिन्तनं समाप्तम् सनन्ततवः अस्ति तदपि पठामः भगिनी पठति वा विजया भगिनी आं महोदय अत्र सन्नन्तदातवः औपदेशिकदातुभ्यः सन् प्रत्ययः विधीयते चेत् सन्नन्तदातुः इति आतिदेशिकदातुः भवति एषां सर्वेषां सन्नन्तदातूनां सन्नन्तानाम् अन्ते अकारः भवति नाम एते सर्वे अदन्तदातवः अतः अतो लोपः इत्यनेन आर्धधातुके प्रत्यये परे तस्य अकारस्य लोपः भवति इदानीम् औपदेशिकधातुभ्यः सन् प्रत्ययः विधीयते चेत् अत्र आतिदेशिकधातुः भवति अत्र सन्नन्तानां सर्वे धातवः अकारः भवति नाम एतत् सर्वे अदन्तदातवः इति तत्र उक्तवन्तः अतः अतो लोपः इत्यनेन अकारस्य लोपः भवति एतत् वयं जानीमः एव अतो लोपः इत्यनेन अदन्तस्य अङ्गस्य अकारलोपः भवति आर्धधातुकप्रत्यये परे अस्ति चेत् अनन्तरं प्रथमवाक्यम् अन्तिम अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य लोपः आर्धधातुके उपदेशे अवस्थायाम् अस्ति चेत् अत्र अतः अङ्गस्य लोपः भवति अकारस्य लोपः भवति इति आशीर्लिङ्ग् सर्वे तिङ् प्रत्ययाः आर्धधातुकसंज्ञकाः अतः सर्वत्र परस्मैपदे आशीर्लिङ्ग् आशीर्लिङ्गि सन्नन्तधातूनां धात्वन्ते अकारादे अकारस्य लोपः यथा जिगमिषयोगः यात् अतो लोपः इत्यनेन अकारस्य लोपः भवति अतः जिगमिष् इति भवति जिगमिष् योगः यात् जिगमिष्यात् इति अन्तिमरूपं सर्वेभ्यः सन्नन्तदातुभ्यः यास् प्रत्यय यास् प्रत्यये परे एवं रीत्या अतो लोपः इत्यनेन अकारस्य लोपः भवति अनेन आशीर्लिङ्गि सर्वेभ्यः धातुभ्यः समग्रचिन्तनं सम्पूर्णं अभवत् इति अत्र प्रधानतया अत्र अतो लोपः इति एव अत्र कार्यं करोति तावदेव महोदय अत्र तावदेव आम् सत्यम् अतोलोपः इत्यस्य कार्यं सनन्तानां कृते सनन्तविषये पूर्णतया पठनीयं वयं तु एतावता न पठितवन्तः तत्र जिगमिष इति कथं रूपम् आगच्छति इति सर्वं पठनीयं प्रायः अग्रे अस्ति इति चिन्तयामि जिगमिष्यात् इति तत्र अतोलोपः इत्यस्य कार्यं तावदेव अत्र समीचीनं वा आम् महोदय यङ् लुगन्त दातवः इति अग्रिमपाठः 07 तत् किञ्चित् पठामः महोदय भवान् एव आरम्भं करोति वा तद् किञ्चित् दीर्घपाठः एव आशीर्लिङ्ग् इव प्रायः लघुपाठः नास्ति परन्तु वयं पूर्वं बहुवारं यङ्लुङन्तविषये चिन्तनं कृतवन्तः यदा धातुपाठे हल्सन्धिः तत्र सर्वत्र अतः प्रायः कानिचन सूत्राणि परिचितानि भवेयुः पश्यामः आं महोदय एकांश उद्घाटयामि आम् अस्तु करपत्रमेव बहु दीर्घमस्ति 07 महोदय आम् 07 उद्घाटयन्नस्मि एकनिमिषः यङ्गलुगन्तदातवः यङ्लुगन्तानां निर्माणावसरे आर्धातुकप्रक्रिया आश्रीयते. आर्धातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धातुकसंज्ञकः. इयम् आर्धातुकप्रक्रिया उपपद्यते त्रिषु स्थलेषु. आतिदेशिकधातूनां साधनावसरे धातुभ्यः ये धातुप्रत्ययाः विधीयन्ते ते आर्धातुकसंज्ञकाः, यथा सण् निच् यङ् इति द्वादशधातुप्रत्ययाः. लकाराणां द्वितीयः लकाराणां तिगन्तसाधनावसरे धातुभ्यः यः विकरणप्रत्ययः यथा लृटि स्य अथवा यः तिङ्प्रत्ययः यथा आशीर्लिङ् यात् विधीयते स आर्धातुकसंज्ञकः चेत्. अपि च तृतीयः कृदन्तसाधनावसरे धातुभ्यः यः कृत्प्रत्ययः विधीयते सः आर्धातुकसंज्ञकः चेत्. अतः आहत्य आर्धातुकप्रक्रिया घटिता आतिदेशिकनिर्माण आतिदेशिकधातुनिर्माणे अवसरे लकाराणां तिगन्तनिर्माणावसरे अपि च कृदन्तनिर्माणावसरे कृदन्तनिर्माणे इति तत्र घटिता भवति. अत्र यङ्लुगन्तस्य आर्धातुकप्रक्रिया आदिदेशिकधातुनिर्माणमेव. एकवारम् आदिदेशधातुः यदा सिद्धः ततः अग्रे तिङन्तसाधने केवलं सन्धिकार्यम्. अत्र आर्धातुकप्रक्रिया यङ्लुगन्त इति अस्य आर्धातुकप्रक्रिया अस्ति, तत्र आर्धातुकप्रक्रिया आश्रीयते. वयं जानीमः आर्धातुकप्रक्रिया कदा भवति इति, तत्र वयं जानीमः तत्र यथा प्रत्ययः आर्धातुसंज्ञा अस्ति चेत् तर्हि कुत्र भवति इति चेत् आदिदेशिकधातूनां साधनावसरे धातुभ्यः ये प्रत्ययः विधीयन्ते तेषाम् आर्धातुसंज्ञा भवति. तत्र ते सर्वे आर्धातुकाः एव सन्ति, यथा सन् निचि यङ् एते सर्वे तत्र सनादिप्रत्ययः नास्ति. लकाराणाम् अवसरे अपि वयं जानीमः तत्र षट्सु लकारेषु तत्र तत्र भवति खलु, तत्र लृटि आशीलिङ्गि तत्र अन्यत्रापि वयं दृष्टवन्तः तत्र किं लुङ् अपि च लुट् लुट् लुङ् इति सर्वत्र तत्र आर्धातुकप्रक्रिया तत्रापि आश्रीयते. अपि च कृदन्त अवसरे सामान्य वयं जानीमः तत्र कृत्प्रत्ययः तत्र शत्रुशानच् केचन तत्र प्रसिद्ध सन्ति सार्धत्कप्रत्ययः. अन्ये सर्वे तत्र सामान्यतः सर्वे आर्धात्कसंज्ञकाः सन्ति. अतः आहत्य आर्धात्कटितप्रत्यया आतिशयनिर्माणावसरे लकारणं तिङन्तनिर्माणावसरे कृदन्तनिर्माणावसरे अस्ति. अत्र अस्माकम् इति आदेशधातुः निर्माणावसरे यङ्लुगन्तस्य प्रक्रिया भवति. यदा आदेशिकधातुः सिद्धः भवति चेत् तत्र अग्रे तिगन्त प्रक्रिया भवति, सन्धिकार्यं तिगन्तसाधने सन्धिकार्यमस्ति. यङ् अग्रे पठामि वा? यङ्लुक् प्रक्रिया अनिडादिषु अन्यतमा. यत् अनिट् अस्ति, यकारादिक अस्ति, अतः अनिट् अस्ति. अतः अत्र यङ् प्रत्ययः विधीयते यः वलादिः नास्ति तदा तस्य च यङ् प्रत्ययस्य लुक् भवति. अतः इडागमवसरः न भवति एव. प्रेणाते निच् कर्मणि भावे यक् परस्मेपदे आशीर्लिङ्ग् यङ्लुगन्ताः यङन्ताः च इत्येते सर्वे अनिडादयः. निच् इति अनिट् अस्ति, यक् अपि अनिट् अस्ति, आशीर्लिङ्गि वयं जानीमः तत्र यासुट्टु अपि अपि च यङ्लुगन्त यङ् अपि च एतदपि अनिट् अस्ति, तस्य लुक् भवति. क्रमेण येषां पाठः जायमानः वयं दृष्टवन्तः इदानीं तत्र प्रेरणार्थे नीच् कर्मणि यक् इति आशीर्लिङ्ग् इति दृष्टवन्तः. इदानीं तत्र तेन मार्गेण एव तत्र क्रमेण भवति इति, तत्र सुलभः भवति इति. इदानीं यङ्लुगन्तप्रक्रिया अस्ति. अनिट् अनिट् अनिट अनिट वयम् अनिट् प्रत्ययानामेव तत्र इदानीम् अस्माकम् अध्ययनं प्रचलन् अस्ति, प्रचलत् अस्ति. एतावता प्रेरणार्थे निच् कर्मणि प्रेरणार्थे निच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ्ग् इत्येते समाप्ताः. अस्तु, सम्प्रति यङ्लुक् तदा यङन्ताः, अनन्तरं यङन्ताः, यङ्लुक् प्रथमं. यङ्लुक् प्रथमं क्रियते किमर्थमिति चेत् अस्मिन् यङ् निमित्तीकृत्य अङ्गकार्यं नास्ति. अस्तु, यङ् निमित्तीकृत अङ्गकार्यं नास्ति. यङि अङ्गकार्यस्य बाहुल्यम् इति कारणेन अधिकं जाटिल्यम्, अतः अनिडादीनां प्रक्रियानन्तरम् इडव्यवस्था तदा इडादीनां पाठः अस्तु तत्र यत् सुलभमस्ति तदेव इदानीम् आदौ कुर्मः अनन्तरं जटिल यद् यत्र जटिलमस्ति तदनन्तरं कुर्मः इति महोदयेन दत्तमस्ति अत्र तर्हि आर्धात्मकप्रक्रिया उच्यते यदा धातुभ्यः प्रत्यविधीयते सः आर्धात्मकः इति अग्रे पठामि वा भगिनि आम् आं महोदय आं महोदय प्रथमबिन्दुः पठतु अनन्तप्रायः अस्ति प्रथमः अस्य एकं फलम् इदं यत् कर्तरिषप् इत्यस्य प्रसक्तिः नास्ति कर्तरिषप् इत्यनेन धातोः शप्तत्यः परश्च कर्तरि सार्धातुके धातुभ्यः विधीयमानप्रत्ययः आर्धातुकचेत् शप न भवति न वा शपं प्रबाद्य ये गणम् अवलम्ब्य विशिष्टविकरणप्रत्ययाः ते अपि न भवन्ति शपः भावे आर्धातुकप्रक्रियायाः धातुगणेन साकं न कोऽपि सम्बन्धः सर्वान् धातून् सङ्गृह्य प्रत्येकं धातोः अन्तिमवर्णम् अनुसृत्य पुनः विभज्य श्रेणीकार्यं भवति अत्र कर्तरिषप् इत्यस्य प्रसक्तिः नास्ति किमर्थम् इति एतत् कर्तरिषप् इत्यस्य प्रसक्तिः न भवति अत्र तिङ्क्षित् सार्धातुकं तत्र तदा एव कर्तरिषप् इति भवति खलु अतः कर्तरिषप् न भवति चेत् तत्र गणनिमित्तीकृत्य यानि विकरणप्रत्ययः शप्रबाद्य भवन्ति तदा ते अपि न अत्र न भवन्ति अतः तत्र इदानीं सर्वेषां तत्र गणाधारे तत्र रूपाणि साधयितुं गणान् निमित्तीकृत्य तत्र किमपि कार्यं नास्ति अस्माकं तु सर्वेषां धातूनाम् एकत्रीकृत्य तत्र अन्तिमवर्णम् अनुसृत्य एव तत्र यदा श्रेणीकृतवान् अस्माभिः अकार आकार ईकार उकार तादृश वयं चतुर्दश सन्ति खलु चतुर्दश विभजनं कृतमस्ति मातृभिः इत्येन आधारेण एव तत्र तत्र रूपाणि साधयामः तत्र आर्धधातुके सत्यं तदेव आर्धधातुकसंज्ञकः कर्तरीषप् इत्यस्य प्रसक्तिः नास्ति अतः गणचिन्तनं नास्ति अत्र तदेव प्रथमबिन्दुः धन्यवादः महोदय भगिनी पठति वा आर्धधातुकस्य ईड्वलादेः आम् महोदय आर्धधातुकस्ये बलादेः इत्यनेन इडागमः भवति न वा इति विवेचनीयं यथा उक्तम् अत्र यङ्लुकि इडागमस्य अवसरः नास्ति अस्तु परन्तु एतत् अत्र प्राधान्यमस्ति आर्धधातुकस्ये बलादेः इति एतत् सूत्रं वदति इडागमः भवति इति परन्तु अत्र यङ् लुकि विषये स्वीकुर्मः चेत् अत्र इडागमस्य अवसरः नास्ति इति तदेव सूत्रस्य प्रथमवाक्यं पठतु भगिनि आर्धधातुकस्य इडवलादेः बलादेः आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति अतः यङ् इति वल् प्रत्याहारे अस्ति वा नास्ति वा इति विवेचनीयं तदेव ते वदति यङ् इत्यत्र यकारः अस्ति किल तद् वल् प्रत्याहारे नास्ति यद्यपि यङ् लुक् इति आर्धधातुकः अस्ति चेदपि यङ् इति वल् प्रत्याहारस्थवर्णः नास्ति इति कृत्वा प्रत्ययः नास्ति इति कृत्वा अत्र इडागमचिन्तनं अनुवर्तितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य ईट् भवति इति वलादिः अस्ति चेत् तत् आर्धधातुकस्य ईट् भवति इति इडगमः भवति इति यङ् प्रत्ययः केभ्यः धातुभ्यः विधीयते केषु च अर्थेषु द्वादशसु नेड् वशीकृति इत्यस्य प्रसक्तिः नास्ति खलु अत्र कृत् नास्ति इति कृत्वा तत्र आम् सत्यम् एतत् अपवादसूत्रमस्ति खलु महोदय अपवादसूत्रमस्ति आर्धधातुकस्य बलादेः इत्यनेन अपवादः कस्य अपवादः आर्धधातुकस्य बलादेः इत्यस्य अपवादसूत्रमस्ति नेड्वशीकृति इति. आम् परन्तु कृत् नास्ति किल एतत् यङ्ग् लुक् कृत् नास्ति कृत् नास्ति तत्र न आगच्छति नेड्वशीकृति तस्य कार्यमेव नास्ति अत्र. आम् तस्य कार्यं प्रसक्ति एव नास्ति प्रसक्ति एव नास्ति. आम् आम् महोदय एकः प्रश्नः आतिदेशः आतिदेशः अतिदेशस्य भावः आतिदेशः षञ्ज् प्रत्ययम् अत्र कोऽपि तत्र अतिदेशी इति उक्तवन्तः परन्तु अत्र अध्यापकः अध्यापकेन उक्तम् अत्र अतिदेशः नास्ति आतिदेशिकः इति तत्र उक्तं परन्तु एतत् समानपदमेव खलु अतिदेशधातुः आतिदेशिक आतिदेशिकः इति वदामः. तत्र वाक्यनिर्माणे किञ्चित् भेदः भवति भगिनि. अग्रे द्वादशसु धातुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः. वारं वारम् अथवा अधिकम् इत्यस्मिन् अर्थे भवति. ओ ओ दूरीकृति अस्तु महोदय. यथा निच् अपि च सन् अस्य यङ् प्रत्ययस्य धातूना संयोजनेन नूतनधातुः निर्मितः भवति. तदा यङन्धधातुः इति वदामः. यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः लुक् अपि भवितुमर्हति. यत्र यङ् लुक् भवति तत्र यङ् लुगन्तधातुः इति उच्यते. यङन्ताणां यङ् लुगन्ताणां च अर्थः समानः परन्तु रूपं भिद्यते. अस्तु महोदय. अतः द्विविधम् अस्ति यङ् यङ् यङ् लुक् अर्थः समानः वारं वारम् इत्यस्मिन् अर्थे एव भवति परन्तु रूपाणि भिद्यन्ते. अत्र यङ् लुक् भवति यङन्तानां तु लुक् न भवति. तत् प्रायः अग्रिमपाठः प्रक्रिया किञ्चित् भेदः. आम् तत्र उदाहरणं पठतु भगिनि. यथा पट् योगः यङ् पापट्य इति यङन्तधातुः. पट् योगः यङ् पापट्य यङ् यङ्गः लुक् पापट् इति भवति. यकारस्य लोपः भूत्वा पापट् इति यङ् लुगन्तधातुः. अत्र यकारस्य लोपः तावदेव खलु महोदय अत्र प्रक्रियायां तावदेव अस्ति चेत् सरलं भवति. पश्यामः. धन्यवादः महोदय. पापट्य इति पठतु महोदय. तद् अस्माकं पापट्य इति अदन्तधातुः. पापट् इति हलन्तधातुः. रूपं भिद्यते किन्तु अर्थः समान एव. यङः लटि पापठ्यते. यङ् लुगन्तस्य लटि पापट्टि इति भवति. पापट्टि इति तदष्टुत्वं भवति. पापट्टि कार्यमस्ति सरलं नास्ति. पापट्टि सत्यं पापट्यात्. आम् अनन्तरं योजनीयं सर्वं तिङन्तं सर्वं योजनीयं. केवलं पापट् इति आगतम् अनन्तरं लटि पापट्टि इति तत्र कार्यमस्ति एव किल. पापट्टि पापट् योगतः पापट्टः सन्धिकार्यं. आं महोदय अग्रे उभयत्र अस्तु अग्रे उभयत्र वारं वारम् अथवा अधिकाधिकं पठति इत्यर्थः. तर्हि यन् प्रत्ययस्य वारं वारम् अथवा अधिकाधिकम् इति सामान्य अर्थः. व्याकरणे अस्ति एव अर्थस्य व्यक्तीकरणार्थं क्रियासमविहारः इति पदं भवति. क्रियासमविहारः पौनःपुण्यं वृषार्थश्च क्रियासमविहारः इति इति अस्ति. सम्प्रति द्रष्टव्यं कुत्र यङ्प्रत्ययः अस्मिन् सामान्यार्थे भवति कुत्र च अपरस्मिन् विशिष्टार्थे भवति इति. अस्तु पौनःपुण्यम् अत्र क्रियासमीपविहारः इत्युक्ते पौनःपुण्यं वृषार्थ तत्र तद् अर्थद्वयमस्ति वृषार्थ अपि अस्ति पौनःपुण्यम् अधिकम् अधिकम् अधिकार्थे अपि च पुनः पुनः इत्यर्थे अपि अस्ति तत्र अर्थद्वयमस्ति वा आम् सत्यं वृषम् इत्युक्ते अधिकम् अधिकम् अतिश अतिशयार्थे अपि यङ् भवति यङ् इत्येव लुक् इति भिन्नवार्ता यङ् किमर्थं विधीयते इत्युक्ते पौनःपुण्यं वृषार्थे तदेव प्रायः तदेव सूत्रं पठतु महोदय अनन्तरं समापयामः धातुरेखाचोहलादे क्रियासमाधिकारे धातोरेखाचो हलादे क्रियासमीव्यवहारे यङ् वारं वारम् अथवा अतिशयार्थे हलादि एकाच धातुभ्यः यङ् प्रत्ययो भवति पौनःपुण्ये वृषार्थे च ज्योत्ये धातोः एकाचः हलादेः यङ् स्यात् एकाच यस्मिन् सः एकाच बहुव्रीहिः तस्मात् एकाचः हल् आदि यस्य सः हलादिः बहुव्रीहिः तस्मात् हलादेः क्रियायाः समभिहारः क्रियासमभिहारः षष्टितत्पुरुषः तस्मिन् क्रियासमभिहारे धातोः पञ्चम्यन्तम् एकाच पञ्चम्यन्तं हलादेः पञ्चम्यन्तं क्रियासमभिहारे सप्तम्यन्तं यङ् प्रथमान्तम् अनेकपदमिदं सूत्रं प्रत्ययः परश्च इत्यनयोः अधिकारः अनुवृत्तिशैलसूत्रमस्ति एकाचः हलादेः धातोः यङ् प्रत्ययः परश्च क्रियासमभिहारे इति अत्र क्रियासमभिहारार्थे तत्र यङ् प्रत्ययः भवति कीदृशधातूनां कृते हलादिः भवेत् एकाच् भवेत् तर्हि एकाच् हलादिधातुः अस्ति चेत् यङ् प्रत्ययः भवति तर्हि एकाच् अजादि अस्ति चेत् न भवति हलादि भवेत् तत्र केवलं हलादि हलादिधातूनाम् एव यङ् रूपाणि भवन्ति न तदा हलादि एकाच् एकाच् भवेत् आम् अनेकाचन न सन्ति एव सत्यं तद् वयं यदा एकं दीर्घं सूत्रम् आसीत् किल तेषां यङ् लुकि रूपाणि न भवन्ति इति वयं वारं वारं पठितवन्तः इक्ष्तिपौ धातुनिर्देशे इति वा तत्र पठितवान् तत्र एव तद् यदा तत्र टिपानिर्देशं किमर्थं तत्र तत्र यङ् लुकौ तेषां रूपाणि न भवन्ति इति भुवादिगणे एव वयं परायः पठितवन्तः तस्य इदानीमेव वयं प्रायः तस्मिन् विषये अधिकं पठामः अस्मिन् पाठे अतः हलादिः एकाच् धातुभ्यः एव यङ् प्रत्ययः विधीयते वारं वारम् अथवा अतिशयार्थे यङ् अग्रिमसप्ताहे अग्रे अपि पठामः किञ्चित् दीर्घपाठः अस्ति अतः किञ्चित् मन्दरूपेण पठामः अस्तु अस्तु धन्यवादः शुभरात्रिः धन्यवादः अस्ति।